अस्माकं सार्वधातुकप्रकरणं समाप्तं, सार्वधातुकतिङन्तप्रकरणं सार्वधातुकशत्रन्तप्रकरणम् अस्माभिः पूर्वं पठितम्। इदानीम् आर्धातुकप्रकरणस्य चिन्तनम् आरभामहे। आर्धातुकप्रकरणे मुख्यविषयः अस्ति इडागमः, परन्तु इडागमः कुत्र भवति? वलादिप्रत्ययः आर्धातुकप्रत्ययः परे अस्ति चेदेव इडागमः भवति। केन सूत्रेण? आर्धातुकस्य इड् वलादेः। तर्हि वल् प्रत्याहारे यत् वल् प्रत्याहार आदि वल् प्रत्याहारे यः वर्णः अस्ति तादृशवर्णः यदि प्रत्ययस्य आदौ अस्ति तर्हि इडागमस्य प्रसक्तिः भवति। अस्तु, परन्तु बहवः आर्धातुकप्रत्ययाः सन्ति ये इडागम ये वलादेः वलादयः न सन्ति। उदाहरणतः यकारादिप्रत्ययः, यकारादिप्रत्ययः सन्ति के सन्ति? यक् कर्मणि वाच्य यक् प्रत्ययः अथवा यङ् लुगन्तप्रत्ययः, यङ् यकारादि अस्ति खलु, य वर्णः अथवा आशीर्लिङ्गपरस्मैपदी यासुट् य प्रत्ययः, तत्रापि यकारः वलादि वल् प्रत्याहारे नास्ति, अतः तत्र इडागमः भवति एव न। अपि च अजादिप्रत्ययः अस्ति चेदपि वलादि नास्ति। उदाहरणार्थं निच् प्रत्ययः इकारः वलादि अस्ति, तत्रापि इडागमः चिन्तनं न भवति। अतः पूर्वे वयं सर्वे तादृश आर्धातुकप्रत्ययानाम् अध्ययनं कुर्मः ये इडागम अनुकूल एव न सन्ति, अनिट् प्रत्ययाः सन्ति। तदनन्तरम् इडागम यत्र भवति तादृशप्रत्ययानाम् अध्ययनं करिष्यामः। अस्तु, तर्हि आरभामहे सप्तमकरपत्रम् आर्धातुकप्रकरणम्। अस्तु महोदय, मम एकः सन्देहः अस्ति, तत्र आर्धस्कैड् वलादेः वलादि प्रत्ययः अस्ति चेत् इडागमः भवति अस्ति, अपि च अपवादः अस्ति न किं निषेधः अस्ति न न एड् वशीकृति इति अस्ति। इदानीं तत्र कृत् प्रत्ययानां तत्र इडा वश् प्रत्याहारः अस्ति चेत् न भवति इति अस्ति प्रत्याहारादौ। इदानीं तत्र विकरणप्रत्ययाः आगच्छन्ति खलु, तत्र तत् ते कृत् प्रत्ययः नास्ति खलु, तत्र वश् वलादि अस्ति, वलादि आर्धस्कृतिड् वलादेः इत्यनेन एव करणीयं वा? तत्र विकरणप्रत्ययाः सन्ति खलु, तत्र अहं न जानामि वश् वशादि विकरणप्रत्ययः अस्ति वा सन्ति वा इति। आं महोदय, कः विकरणप्रत्ययः? न न, तत्र लकारेषु विकरणप्रत्ययः आगच्छन्ति खलु, आर्धातुकलकारेषु विकरणप्रत्ययः आगच्छन्ति खलु, मध्ये आगच्छन्ति खलु, स्या इति स्यासि लुङ् लकारे अपि न जानामि तत्र तत्र नेड्वशी ते महोदय महोदय नेड्वशी कृति कृति कृत् प्रत्ययः भवतु खलु, कृत् ते कृतन्त कृत् प्रत्ययः न सन्ति इति न, विकरणप्रत्ययः कृत् न सन्ति। विकरणप्रत्ययः पश्यतु, तत्र धातु अधिकारः द्वौ अधिकारौ स्तः खलु, आमामाम्, अनन्तरं द्वितीय धातुकारी समभिहारे यङ् तत् तादृशधातु अधिकारे विकरणप्रत्ययः आगच्छति, अपि च सनन्तप्रत्ययः सनादिप्रत्ययः सनादिप्रत्ययः अनन्तरं तत्र तिङ् प्रत्ययः कृत् प्रत्ययः भवति। तर्हि एड्वशीकृति कृत् प्रत्ययानां कृते अस्ति, विकरणप्रत्ययः कृत् नास्ति एव। तर्हि प्रश्नः पश्यतु, तत्र वैलक्षण्यं पश्यतु, किमर्थं पाणिनिना द्वौ धातु अधिकारौ कृतौ? अस्य एव कारणं, प्रथमधातु अधिकारे सनादिप्रत्ययः विकरणप्रत्ययः, द्वितीयधातु अधिकारे तिङ्गप्रत्ययः कृत् प्रत्ययः। तर्हि तत्र इडागमस्य निषेधः भवति वशी कृत् प्रत्ययानां कृते। अस्तु अस्तु, तर्हि क्रीडति अतिं प्रत्ययः कृत् भवति परन्तु द्वितीयधातु अधिकारे द्वितीयधातुकारे अस्तु सम्यक् अस्तु भवानेव पठतु आरम्भं करोतु अस्तु महोदय सार्वधातुकलकारेषु सार्वधातुकप्रकरणं सार्वधातुकलकारेषु तिङन्तरूपाणि भिद्यन्ते गणम् अनुसृत्य कस्यचित् धातोः लटि लोटि लङि विधिलिङि च तिङन्तरूपं जिज्ञासामहे चेत् तर्हि सः धातुः कस्मिन् गणे अस्ति इति अस्माभिः ज्ञेयमेव आर्धधातुकलकारः न तथा लिट् लुट् लृट् आशीर्लिङ् लुङ् लृङ् येषां लकाराणां तिङन्तरूपाणां गणेन सह न कोऽपि सम्बन्धः वयं जानीमः तत्र चत्वारः लकाराः तत्र सार्वधातुकलकाराः तत्र गणचिन्तनं भवति किमर्थं चेत् तत्र कत्तरि शप् इति आगच्छति अनन्तरं तत् प्रबाद्य अन्य तद्वर्गीय विकरणप्रत्य आयास्यन्ति अतः गणमनुसृत्य एव वयं कृतवन्तः परन्तु आर्धातुकलकारः न तथा अस्ति न सन्ति इति अस्ति गणे सह कोऽपि सम्बन्धः नास्ति इति यथा लटि भुवादिगणे पा धातोः पिबति अदादिगणे मा धातोः माति ज्योत्यादिगणे दा धातोः ददाति क्रयादिगणे ज्ञा धातोः जानाति पा मा दा ज्ञा इत्येते सर्वे आकारान्तदातवः अनेन चतुर्णाम् अपि धातूनां साम्यं किन्तु तेषां रूपाणि विद्यन्ते यथा पिबति माति ददाति जानाति प्रत्येकं धातोः तिङन्तरूपाणि रूपं नितरां भिन्नं ततः परं दा धातोः द्वित्वमपि अस्ति यद्यपि धातूनां साम्यं किन्तु धातुगणम् अनुसृत्य तिङन्तभेदः निष्पद्यन्ते स्पष्टमस्ति अधुना लृटि स्यति इति प्रत्ययः भवति भुवादौ पा धातोः पास्यति अदादौ मा धातोः मास्यति ज्योत्यादौ दा धातोः दास्यति क्रयादिगणे ज्ञा धातोः ज्ञास्यति सर्वत्र साम्यम् अस्य कारणं किमस्ति धातुगणेषु विकरणप्रत्ययभेदेन तिङन्तरूपाणि भिद्यन्ते यत्र विकरणप्रत्ययः नायाति तत्र गणीयभेदः नास्ति एव अतः आर्धातुकलकारेषु गणीयचर्चा निरर्थिका आर्धातुकप्रकरणे गणचर्चायाः स्थानं न देयम् इति अस्ति अत्र वयं जानीमः इदानीं तत्र सार्वधातुकलकारेषु रूपाणि भिद्यन्ते गणमनुसृत्य यथा आकारान्तधातूनां रूपाणि सर्वाणि भिन्नानि भवन्ति पिबति माति ददाति परन्तु आर्धातुकलकारस्य रूपाणि तत्र साम्यं सन्ति साम्यम् अस्ति यथा पास्यति दास्यति मास्यति इति तत्र साम्यम् अस्ति किमर्थमिति चेत् तत्र गणनिमित्तिकविकरणप्रत्ययः न आयान्ति अतः रूपाणि समानानि भवन्ति इति अतः अर्धातुकलकारप्रकरणे आर्धातुकप्रकरणे गणचर्चा न करणीयः गणचर्चा न करणीया इति अग्रे तर्हि एकनिमिषः तर्हि गणचर्चा किमर्थं न करणीया यतोहि अत्र शप् प्रत्ययः न भवति शप् प्रत्ययः कर्तरि शप् सार्वधातुके इति एव भवति अतः अत्र विकरणप्रत्यय मध्ये न आगच्छति विकरणप्रत्यय मध्ये न आगच्छति चेत् रूपभेदः न भवति गणम् अनुसृत्य तर्हि लटि यदि पा धातु पिबति माति ददाति जानाति इति सर्वं भवति परन्तु लृट् लकारे स्य इति आधातुकप्रकरणे आगच्छति अतः पास्यति मास्यति दास्यति ज्ञास्यति इति सर्वं साम्यं भवति यतोहि अत्र धातुगणेषु विकरणप्रत्ययभेदेन तिङन्तरूपाणि भिद्यन्ते तत्र गणीयभेदः न भवति इति आर्धातुकप्रकरणे गणचर्चा व्यर्था निरर्थिका इति अतः विकरणप्रत्ययम् अत्रापि प्रश्नः उदेति किमपि कार्यं नास्ति इति खलु महोदय गणचर्चा नास्ति चेत् विकरणप्रत्ययः विषये अपि चर्चा नास्ति एव अर्धधातुकशेषं एतत् प्रबाद्य एव शप् शप् आदयः तत्र चिन्तनं नास्ति परन्तु अन्य विकरणप्रत्ययः यक् अस्ति तस्य तु भवितुं शक्यते परन्तु हा शपादयः नास्ति समानविकरणप्रत्ययः सर्वेषु गणेषु स्य इति समान दशगणेषु स्य इति भवति नाम विकरणप्रत्ययः भवति यक् परन्तु गणम् अनुसृत्य भेदः न भवति. आर्धातुकप्रकरणे गणस्य किमपि महत्त्वं नास्ति कुत्रापि कुत्रापि. अस्तु अग्रे विजय महोदय पठतु. नमस्कारः महोदय. अधुना लिटि स्यति इति प्रत्ययः भवति. लिटि अस्ति चेत् स्यति इति प्रत्ययः भवति. भ्वादौ पा धातोः पास्यति, अदादौ मा धातोः मास्यति, जुहात्यादौ दा धातोः दास्यति, क्रियादिगणे ज्ञा धातोः ज्ञास्यति इति. सर्वत्र साम्यमेव. अस्य कारणं किम्? धातुगणेषु विकर्णप्रत्ययभेदेन तिङ्रूपाणि भिद्यन्ते. यत्र विकर्णप्रत्ययः न आयाति तत्र गणीयभेदः नास्ति एव. अतः आर्धधातुकलकारेषु गणीया चर्चा निरर्थका. आर्धधातुकप्रकरणे गणचर्चायाः स्थानं न देयम् इति अस्ति. अतः गणचर्चा इदानीमेव रघुपति आचार्येण उक्तम्. एतत् गणचिन्तनम् इदानीं भवान् अपि एतत् विषये उक्तवान्. अत्र यक् इति प्रत्ययं यक् इति प्रत्ययमेव. अत्र विकर्णप्रत्ययं किम् अस्ति महोदय? यक् इति प्रत्ययमेव खलु विकर्णप्रत्ययः अस्ति. विकर्णप्रत्ययः नाम अत्र सहायतां करोति, मध्ये भवति इति. तर्हि विकर्णप्रत्ययः अपि मध्ये आगच्छति खलु. अतः विकरणप्रत्ययः यः अपि विकरणप्रत्ययः, परन्तु तत्र गणस्य चिन्तनं नास्ति इति मुख्यम्. विकरणप्रत्ययः न आगच्छति इति नास्ति, गणस्य चिन्तनं नास्ति इति मुख्यमस्ति. अग्रिम पठामि वा? अत्र सार्वधातुकलकारेषु कर्तृत्वके तिङ्प्रत्यये परे विकर्णप्रत्ययः विधीयते. अत्र धातोः साक्षात् परं सार्वधातुकसंज्ञकः तिङ्प्रत्ययः, अतः कर्तरि शप् इत्यनेन विकर्णप्रत्ययः विहितः. आर्धधातुकलकारेषु सार्वधातुकसंज्ञकः तिङ्प्रत्ययः अस्ति चेत् धातोः साक्षात् परं न, अतः विकर्णप्रत्ययः न विधीयते. यत्र स्पष्टीकरणमस्ति खलु महोदय? अत्र आर्धधातुकलकारेषु सार्वधातुकसंज्ञकः तिङ्प्रत्ययः अस्ति परन्तु साक्षात् परं न, अतः विकर्णप्रत्ययः न विधीयते एव. वृत्तान्ते लिट् लकारे सर्वेषां द्विसहस्रस्य धातूनां तिङन्तरूपाणि एकत्र प्रदर्शनीयानि. तत्र कोऽपि धातुगणभेदः नास्ति. तदेव लुटि, लृति, आशीर्लिङ्ग्, लुङ्गि, लृङ्गि च. आयोजनं कीदृशम् इति चेत् धातोः अन्तिमवर्णम् अनुसृत्य चतुर्दशवर्गाः निष्पादनीयाः. एतादृशं वर्गीकरणम् अपेक्षितं यतः पाणिनेः सूत्राणि तदेव कार्यं विदधति. अनेन महत् सौकर्यं चतुर्दशवर्गाः एते अकारान्त सूत्राणाम् आधारेण सार्वधातुकप्रकरणे अस्माभिः दशगणाः निर्मितः, यथा अध्वादि, उदादि. अत्र विकरणप्रत्ययनिमित्तीकृत्य तु गणभेदः नास्ति, परन्तु अन्तिमवर्णनिमित्तीकृत्य गणभेदः अस्ति. गणस्य निर्माणं मात्रा कृतं, यतोहि सूत्राणाम् आधारेण एतादृशं भवति. नाम मिलित्वा सर्वेषां धातूनां मिलित्वा एकं चतुर्दश मिलित्वा होल्सं होलिस्टिक् पिक्चर् इदस्ति. तद् दृष्ट्वा माता वदति यत् एतादृशगणभेदः अष्टाध्याय्यां कुर्मः, अर्धातुकलकारे अर्धातुकप्रकरणे कुर्मः, यतोहि सूत्राणि एव तद् वदन्ति सूत्राणां सहायतया. अस्तु वदतु. आं महोदय, अत्र चतुर्दशवर्गाः एते किमस्ति चेत् वर्गीकरणम् अत्र पाणिनेः सूत्राणि तदेव कार्यं विदधति. सौकर्यार्थम् अकारान्त आकारान्त इकारान्त ईकारान्तः उकारान्त ऊकारान्तः ऋकारान्त ऋकारान्तः एजन्ताः अदुपदाः इदुपदाः उदुपदाः ऋदुपदाः अवशिष्टाः इति. अत्र पूर्वम् एतत् समीचीनतया यदा पाणिनिना उक्तं, परन्तु यत्र कुत्रापि अत्र अस्ति एव, परन्तु मातृभिः एतत् विषयं समीचीनतया अकारान्त आकारान्त इकारान्त ईकारान्त तादृशम् अत्र गणपरिचयं समीचीनतया उक्तमेव. अतः एव वयं जानीमः उक अकारान्तः कत गण रच इत्यादयः, आकारान्तः पा ला वा द इत्यादयः, इकारान्तः जि स्वि चि खि रि इत्यादयः, ईकारान्तः नि षि दि ख्रि वि, उकारान्तः दृ नु कृ न कु भु षु, ऊकारान्तः भु लु फु नु मु, ऋकारान्तः हृ भृ दृ मृ कृ सृ स्मृ, ऋकारान्तः जृ जृ शृ वृ वृ, एजन्ताः ग्लै म्लै दे द्यै पै शो चो इत्यादयः, अदुपदाः पट् चल् वद् स्कल् कक् पच् चट्, इदुपदाः चित् मिद् चिद् विद् नित् मिल् इत्यादयः, उदुपदाः बुद् चुद् बुद् शुद् मुदु कुक् उक्, ऋदुपदाः कृष् वृष् नृत् चुर्द् वृत् वृद् इत्यादयः, अवशिष्टाः येन सन्ति एषु वर्गेषु यथा मील् शीक् बुक् अञ्च् इत्यादयः अत्र इत्येते आर्धधातुकलकारेषु कृदन्तेषु च अस्तु महोदय. हा महोदय, आर्धधातुकप्रक्रियायाम् एकः प्रमुखः विषयः चिन्तनीयः, इडागमः. कुत्रचित् तिगन्तेषु कृदन्तेषु च इकारः रूपस्य मध्ये उपविशति, तस्य च इकारस्य नाम इडागमः. धातुः अपि सेट् स योगः इट् सेट् इति, सेट् प्रत्ययः अपि इडानुकूलः, इडनुकूलः चेदेव इडागमः भवति इति सामान्यनियमः. रूपाणि यथा लृटि भुवादिगणे भूधातोः भविष्यति, इदादिगणे शीधातोः शयिष्यते, ज्योत्यादिगणे भ्रू धातोः भरिष्यति, दिवादिगणे नृत् धातोः नर्तिष्यति, स्वादिगणे वृ धातोः वरिष्यति, तनादिगणे कृ धातोः करिष्यति. अत्र विभिन्नेषु धातुगणेषु इडागमः दृश्यते इत्यनेन सुलभतया अवगम्यते यत् इडागमः भवति न वा इत्यस्मिन् निर्णयावसरे धातुगणस्य न कोऽपि सम्बन्धः अत्र अस्तु. तत्र वयं जानीमः तत्र इडागमः भवति इति धातु सेट् अस्ति, प्रत्ययसेट् इडनुकूल अस्ति चेत् इडागमः भवति. सर्वेषु गणेषु तत्र इडागमः भवति, सर्वेषु गणेषु तत्र इडागमः यदि भुवादिगणे अपि अस्ति, अदादिगणे द्योत्यादिगणे सर्वेषु गणेषु सन्ति इडागमः भवति. अतः वयं ज्ञातुं शक्नुमः तत्र गणमदाधिकृत इडागमः नास्ति इति. सर्वेषु गणेषु भवति, गणमनसित्य नास्ति, अन्य अपि अन्य कोऽपि अन्यः भवेत् इति. गण एकनिमिषं महोदय, निर्णयावसरे इडागमस्य निर्णयावसरे धातुगणस्य न कोऽपि सम्बन्धः. आम् सत्यम्. तर्हि आहत्य सार्वधातुकप्रक्रियायां गणीयचर्चा करणीया, आर्धधातुकप्रक्रियायाम् इडागमविषयः परिशीलनीयः. अस्तु, तदेव मनसि भवेत्. तत्र आर्धधातुकप्रकरणे गणचर्चा भवतु, अपि च तत् आर्धधातुकप्रकरणे इडागमचर्चा भवतु इति. अस्मिन् पाठे आर्धधातुकलकारान् अवलोकिष्यामः, अपि च अन्येषां प्रत्ययानां तिगन्तरूपाणि ये आर्धधातुकप्रक्रियायाम् अन्तर्भवन्ति, यथा णिजन्ताः सनन्ताः यङन्ताः. अस्तु, तत्र इदानीम् आर्धधातुकलकाराणाम् अपि च अन्येषां प्रत्ययानां तिगन्तरूपाणि ये आर्धातुकप्रक्रियायाम् अन्तर्भवन्ति, यथा णिजन्ताः सनन्तः यङन्ताः च, ते अपि आर्धातुकप्रक्रियाम् अनुसरन्ति, अतः तेषामपि यत्र इडागमः इदानु तत् तेषामपि चिन्तनं भवति इदानीम् आर्धकप्रक्रियाः अन्तर्गते केचन प्रत्ययाः सन्ति ये वलादिः न सन्ति तेषां च इडागमः न भवति एव ते प्रत्ययाः एते णिच् यक् यङ् यङ्लुक् यासुट् एतेषां चिन्तनं प्रथमतया कुर्मः अनन्तरमेव इडागमव्यवस्था तदा ते प्रत्ययाः येषाम् इडागमः भवति अस्य पाठसन्तर्भूतः भागः इति तत्र अस्ति इदानीम् आदौ प्रेरणार्थे मिच् इति अतः वयं इदानीम् अस्माकं आदौ वयं तत्र इडानु यत् इडागमः न भवति तादृश लकाराणां रूपाणि तत्र रूपाणि ज्ञास्यामः अपि च अन्ये तत्र सन्ति तेषां सनन्ताः अथवा निजन्ताः सनन्ददातव सनन्दप्रत्ययानां यत्र इडागमः न भवति तेषां चिन्तनं भवति अस्मिन् पाठे इति अस्ति यथा प्रेरणाति निश्चेत् तत्र लुङ् लकार आशीर्लिङ् सर्वाणि सन्ति तत्र लुट् लकार पर्यन्तं वलादि ये न सन्ति ते सन्ति निच् यक् यङ् यङ् लुगन्त् यासुट् अतः तेषाम् अध्ययनं प्रथमं कुर्मः तदनन्तरम् इडागमचिन्तनं तदनन्तरं तादृशप्रत्ययः यत्र इडागमः भवति लुट् लकार तुमुन्तव्य इति सर्वम् अस्तु तर्हि अग्रिम अग्रिमकरपत्रं पठिष्यामः प्रेरणार्थे निच् अस्तु विजयमहोदय आरम्भं करोतु आम् महोदय प्रेरणार्थे निच् एतावता सार्वधातुकलकाराणां तिङन्तरूपाणि अवलोकितानि तत्र वैशिष्ट्यं वर्तते यत् शबादयः विधीयन्ते इत्यतः तिङन्तपदस्य ज्ञानार्थं प्रथमप्रश्नः अस्माकं भवति अयं धातुः कस्मिन् गणे अस्ति सम्प्रति आर्धधातुकचिन्तनम् आरभ्यते तत्र सर्वप्रथमं ण्यन्तप्रकरणं परिशील्यते अत्र निचः वैशिष्ट्यं वर्तते यत् अयं प्रत्ययः आर्धधातुक इति कारणेन गणीया चर्चा नितरां न अपेक्षिता धातुः कस्मिन् अपि गणे भवतु नाम तस्य ण्यन्तरूपस्य गणेन सह न कोऽपि सम्बन्धः पठति द्वादिगणे लिखति सुधादिगणे चालयति चुरादिगणे प्राप्नोति स्वादिगणे परन्तु पाठयति लेखयति क्षालयति प्रापयति इत्येषां कृते तिङन्तस्य रूपसाधनार्थं गणस्य आवश्यकता नास्ति एव येषां गणः अपि नास्ति एव कस्मिन् गणे इति प्रश्नः तु नैव उदेति उदेति चेत् तस्य उत्तरं नास्ति हि तर्हि अस्मिन् करपत्रे सार्वधातुकलकारः यत्र नास्ति तत्र गतिः कीदृशी इति अनेन ण्यन्तप्रकरणेन सम्यक्तया ज्ञास्यते अत्र गणचिन्तनं भवति चेत् अत्र किञ्चित् गणे लिखति चालयति प्राप्नोति इत्येव भवति परन्तु ण्यन्त अवस्थायाम् एतत् पाठयति लेखयति क्षालयति प्राप्नोति इति अस्ति अत्र प्रश्नः उदेति कस्मिन् गणे इति भवति इति तत्र प्रश्नः न उदेति एव किमर्थं चेत् अत्र उत्तरं नास्ति एव एतत् प्रश्नस्य अस्मिन् करपत्रे सार्वधातुकलकारः यत्र नास्ति तत्र गतिः कीदृशी इति अनेन ण्यन्तप्रकरणेन सम्यक्तया ज्ञास्यते एव सार्वधातुकलकारः लट् लोट् लङ् विधिलिङ्गि इति अस्ति शेषः आर्धधातुकः अस्ति परन्तु सार्वधातुकलकारः नास्ति चेत् तत्र गतिः कीदृशी इति ण्यन्तप्रकरणे सम्यक्तया तत्र ज्ञास्यते इति तत्र दत्तं महोदय अग्रे पठामि वा भवान् अस्तु प्रेरणार्थः निचः व्यवस्था स्वतन्त्रः कर्ता क्रियायां स्वतन्त्रेण स्वतन्त्र्येण विवक्षितः अर्थः कर्ता स्यात् कस्मिन्नपि वाक्ये यः वक्तुः इच्छया स्वतन्त्रतया क्रियां जनयति तस्य कर्तृसंज्ञा भवति कर्तृसंज्ञा विधायकं सूत्रम् इदं स्वतन्त्रः प्रथमान्तं कर्ता प्रथमान्तं द्विपदमिदं सूत्रं कारके इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं कारके स्वतन्त्रः कर्ता इति स्वतन्त्रकर्ता इत्युक्ते अत्र यः वक्तुः इच्छया क्रियां जनयति इति तावदेव खलु महोदय तस्य कर्तृसंज्ञा इति भवति अत्र कारके अधिकारः अस्ति एतत् अनुवृत्तिसहितसूत्रं कारके स्वतन्त्रः कर्ता यः स्वयं कार्यं करोति सः एव स्वतन्त्रः कर्ता इति तत्र कार्यं करोति इति नाम क्रिया क्रियायाम् इति क्रियां जनयति क्रिया क्रिया अस्ति तत्र वाक्ये स्वतन् यत् वक्ता अस्ति स्वातन्त्र्येण किं कस्य विवक्षा करोति यत् तस्य मते कस्य तत्र स्वातन्त्र्यमस्ति तत् कर्ता कस्मिन्नपि वाक्ये यः वक्तुः इच्छया स्वतन्त्रतया क्रियां जनयति तस्य स्वतन्त्रता अस्ति क्रियां तत् कस्मिन् अन्य कस्मिन् अन्य वस्तूनि अथवा कस्मिन् अन्य मनुष्ये तस्य किम् आधारं न करोति तत्र तत् कर्ता अस्ति स्वतन्त्रकर्ता तर्हि कारके कारकेषु यः स्वतन्त्रः अस्ति सः कर्ता अस्ति अस्तु अग्रे आम् महोदय अत्र क्रियाजनकत्वं कारकत्वं लेखः इति यथा लेखं जनयति जनकः इति शिशुं जनयति तदा कारक इत्युक्ते यः क्रियां जनयति क्रियायाः जनकः क्रियानिष्पादकः कारकः तत्र कारकं षड्विधम् इति प्रसिद्धिः न केवलं कर्तृकारकं भवति कर्मकारकं करणकारकं सम्प्रदानकारकम् अपादानकारकम् अधिकरणकारकम् अपि कारकाणि प्रत्येकं कारकं क्रियायाः सिद्धौ साधकं जनकं निमित्तच्च तदर्थम् एव कारकम् इति नामकरणं भवति अत्र क्रियाजनकत्वम् इति अस्तु महोदय क्रियाजनकत्वं कारकत्वम् इति अस्ति प्रथमं पूर्वं वयं दृष्टवन्तः स्वतन्त्रः कर्ता अत्र क्रियां जनयति स्वतन्त्रतया क्रिया जनयति तत्र स्वतन्त्रः कर्ता इदानीं क्रियाजनकत्वं कारकत्वम् इति अस्ति यथा लेखकः लेखं जनयति जनकः शिशुं जनयति एतत् कारक विषये षड् कारकम् अस्ति कर्मकारकं करणकारकम् अनन्तरं सम्प्रदानकारकम् अपादानकारकम् अधिकरणकारकम् अपि च एतत् षड् विधानि भवन्ति अत्र एतत् एतत् पृथक्तया कार्यं करोति क्रियाविषये क्रियायाः विषये कारकत्वविषये खलु महोदय तर्हि कारकम् इत्युक्ते किं क्रियायाः जनकः इति कारक यथा यः पाठयति सः पाठकः यः लेखयति सः लेखकः यः लेखं जनयति सः लेखकः यः क्रियां जनयति सः कारकः तर्हि षड्विधकारकाः सन्ति कर्म कर्तृकर्म करण सम्प्रदान अपादानाधिकरण तेषु एकः अस्ति कर्ता यः स्वतन्त्रः अस्ति अस्तु धन्यवादः महोदय अग्रे रघुपतिमहोदय अस्तु क्रियायां स्वातन्त्र्येण विवक्षितो अर्थः कर्ता स्यात् क्रियायाम् इत्यनेन क्रियायाः जनकत्वे कारकत्वे इति फलितार्थः स्वातन्त्र्येण इत्यनेन मुख्यतः प्रधानतः कारकं वक्तुः इच्छायाः अधीने नित्यं भवति इति कृत्वा विवक्षितार्थः वक्तुः इच्छा चेदेव कारकं भवति तथा नास्ति चेत् कारकं नास्ति आहत्य क्रियायाः सिद्धौ स्वतन्त्रः वक्त्रा यः उच्यते सः कर्तृसंज्ञकः भवति अस्तु, तत्र यदि क्रियायां यद्यपि अस्ति क्रियां जनयति इति कारक या क्रियां जनयति सः कारकः इति वक्तुं शक्यते, परन्तु अत्र कारकं वक्तुः इच्छाया अधीने भवति, नित्यं भवति इति कृत्वा विवक्षितार्थः क्रियायां स्वातन्त्र्येण विवक्षितार्थः इत्येव इति अस्ति. अत्र विवक्षितार्थ एव कर्ता, अतः वक्तुम् इच्छा चेदेव कारकं भवति. यत् नास्ति चेत् तत् कारकं नास्ति इति अस्ति. आहत्य क्रियासिद्धौ स्वतन्त्रः वक्त्रा यः उच्यते सः कर्तसंज्ञकः भवति. अतः तत्र एक एव वाक्ये एक एव कर्ता इति नास्ति. तत्र भिन्नभिन्नवक्ता अस्ति चेत् तत्र भिन्नभिन्न स्वीकृत्य तत्र अत्र कर्ता भवितुमर्हति. एकस्य कृते एषः कर्ता, एकस्य कृते अपरस्य कृते भिन्न विवक्षा अस्ति खलु. विवक्षा मुख्या अस्ति तत्र. हा, विवक्षा मुख्या अस्ति. विवक्षया सः इच्छति तादृशवाक्यनिर्माणं सः करोति, परन्तु तत्र नियमाः सन्ति. परन्तु विवक्षा मुख्या अस्ति. तस्य विवक्षा अस्ति चेत् कर्तृकारक, तस्य विवक्षा अस्ति चेत् कर्मकारक इति नाम तत्र अपि कर्ता समाना अस्ति. तत्र प्रत्ययविभक्ति, प्रथमविभक्ति किमपि आगच्छति. अस्तु, अग्रे पठतु. अस्तु, देवदत्तः काष्ठैः अग्निना ओदनं स्थाल्यां पचति इति वाक्ये पञ्चकारकाणि सन्ति, तथा खलु महोदय? हा, पञ्चकारकाणि सन्ति. पञ्चकारकाणि सन्ति, सर्वाणि अपि पचनक्रियां प्रति जनकानि. किन्तु देवदत्तः एव वक्त्रा मुख्यरूपेण प्रकटीकृतः विवक्षितः, तदर्थं स्वातन्त्र्येण इत्युक्तम्. स्वं तन्त्रं यस्य इति स्वतन्त्रः, नाम कुविन्दः. आशय एवं, यः मुख्यः प्रधानः, तर्हि यद्यपि उक्ते वाक्ये पञ्चकारकाणि क्रियाजनकानि सन्ति, किन्तु देवदत्तः एव मुख्यः. किमर्थम् इति चेत् पञ्चसु कारकेषु देवदत्त एव अन्यानि कारकाणि अनवलम्ब्य स्वतन्त्रतया तानि उपयुज्य पचनक्रियां जनयति. अस्तु, तत्र पञ्चकारकाणि सन्ति, तत्र क्षम्यतां, पञ्चकारकाणि सन्ति. देवदत्तः काष्ठे अग्निना ओदनं स्थाल्यां पचति इत्यस्मिन् देवदत्तः काष्ठ अग्नि ओदनं स्थाली, तत्र पञ्चकारकाणि सन्ति. तेषु देवदत्त एव तत्र वक्त्रा यदि मुख्यरूपेण विवक्षिता, अत्र सर्वाणि क्रियाजनकत्वे पचनक्रियाजनकत्वे सहायकानि भवन्ति. तत् ते अपि कारक पचनक्रियां जनयन्ति. अग्निः अपि जनयति, काष्ठ अपि जनयति, ओदनमपि जनयति इति अस्ति. परन्तु देवदत्तः मुख्यः अस्ति. देवदत्तः नास्ति चेत् तत्र अन्येऽपि कारकाणि सन्ति. देवदत्तः नास्ति चेत् स्वयं ओदनं न, पचनक्रिया न भवति इति कृत्वा देवदत्तः प्रधानभूतः अस्ति. परन्तु मुख्यरूपेण विवक्षितः अस्तः. आशयमेवं, यः मुख्यः प्रधानः सः कर्ता भवति. तर्हि यद्यपि उक्ते वाक्ये पञ्चकारकाणि क्रियाजनकानि सन्ति, देवदत्तः एव मुख्यः इति, पञ्चसु कारकेषु देवदत्त एव अन्यानि कारकाणि अवलम्ब्य स्वातन्त्र्या तानि उपयुज्य पचनक्रियां जनयति. अस्तु, तत्र अन्ये सन्ति, देवदत्तः नास्ति चेत् पचनक्रिया न भवति. देवदत्तः अस्ति चेदेव भवति इति कृत्वा तत् देवदत्तस्य तत्र तत्र कारकत्वं कर्ता भवति, कर्तृत्वं सिद्ध्यति इति अस्ति. सम्यक् महोदय, सम्यक्. अस्तु, अग्रे आगच्छन्ति खलु? आं महोदय, तत्र पठतु अग्रे. आं महोदय, स्वतन्त्रतया इति कथनस्य आशयः, कर्तृकारकः देवदत्तः पचनक्रियां जनयितुं सक्रियः भवति सर्वप्रथमं, यदा अन्यानि कारकाणि क्रियाशीलानि न. अपरेषां चतुर्णां कारकाणां प्रवृत्तिः निवृत्तिः च कर्तुः अधीने, किन्तु यत्र कर्तृकारकः देवदत्तः स्वतन्त्रः, कर्तृकारकः अन्येषां कारकाणां प्रतिनिधिः भवितुमर्हति, किन्तु अन्ये कारकाः तस्य प्रतिनिधिः न भवितुमर्हति. अन्यानि कारकाणि न सन्ति चेदपि कर्तृकारकक्रियां जनयितुं पारयति, यथा देवदत्तः आस्ते, देवदत्तः आशेते, देवदत्तः पचति इति. अस्तु, अत्र तदेव उक्तमस्ति. तत्र किमर्थं देवदत्तः अस्मिन् वाक्ये, देवदत्तः एव अन्यानि कारकाणि सन्ति, ते तानि क्रियाशीलानि न सन्ति. तत्र तेषां स्वयं पचनक्रियां कर्तुं तेषां सामर्थ्यं नास्ति, कर्ता भवेत् तत्र देवदत्तः भवेत् तावदेव तदा एव भवति इति. कर्तृकारकस्य कर्तृकार अन्येषां कारकं प्रतिनिधिः भवति, परन्तु अन्यानि कारकाणि कर्तृकारकप्रतिनिधिः भवितुं न अर्हति इति समस्या अत्र न भवितुम् अर्हति इति. अतः यथा अपि च अन्यानि कारकाणि न सन्ति चेदपि कर्तृकारक्रियां जनयितुं शक्यते, यथा देवदत्तः अस्ति, देवदत्तः शेते, देवदत्तः पचति इति वाक्यमस्ति तत्र. अन्यानि कारकाणि न सन्ति परन्तु देवदत्तः पचति इति अस्ति, तत्र देवदत्तः कर्ता अस्ति. अस्य सर्वस्य दर्शनेन एवं भाति यत् कर्ता सचेतनः भवेत्. अस्तु, किन्तु यथोक्तं कारकं वक्तुः इच्छायाः अधीने भवति, तदर्थं प्रसिद्धवाक्यमस्ति विवक्षातः कारकाणि भवन्ति. अतः पचनक्रियायां यदा देवदत्तस्य स्वतन्त्रतया प्रधानता विवक्षिता तदा देवदत्तः पचति इत्यस्मिन् देवदत्तस्य यदा स्थाल्याः देवदत्तस्य अग्रे यदा स्थाल्याः स्वतन्त्रतया प्रधानता विवक्षिता तदा स्थाली पचति इत्यस्मिन् स्थाल्याः कर्तृसंज्ञा. अनेन स्पष्टं भवति यत् कर्तुः स्वतन्त्रता वक्तुः इच्छाम् अवलम्ब्य भवति, तत्र कर्तुः चेतना अस्ति एव इति नास्ति, कर्तुः प्रमुखः भवति क्रियायाः साधने इति पर्यवसितम्. अत्र यद्यपि सचेत् अत्र पूर्व पेराग्राफ् मध्ये तत्र कारक तत्र अस्माकम् अर्थः भवति तत्र सचेतनः भवेत् इति अस्माकं शङ्का भवेत्, परन्तु तादृशं नास्ति. किमर्थमिति चेत् तत्र कारकं वक्तु इच्छाया अधीने भवति. अतः यदि वक्तु वक्ता अस्ति स्थाली पचति, स्थाली एव पचनक्रियायां स्वतन्त्रता अस्ति इति, तत्र स्थाल्याः कर्तृकारकं भवति इति, अथवा काष्ठं पचति इति अपि भवितुमर्हति, अग्निः पचति इति अपि भवितुमर्हति, देवदत्तः पचति इतिवत्. अतः तत्र किमस्ति प्रधानता वक्तुः किं कस्य प्रधानताम् इच्छति तदा तस्य एव कर्ता भवति इति, कर्तव्या भवति इति अस्ति. अतः स्पष्टं भवति कर्तुः स्वतन्त्रता वक्तुः इच्छाम् अवलम्ब्य भवति इति. अतः अचेतनानामपि कर्तसंज्ञा भवितुमर्हति अनेन इति. तत्र महोदय तत्र पठितवान् अत्र पचनक्रिया मीन्स् यदि यः यत् देवदत्तः करोति तद् तदेव नास्ति पचनक्रियाम्, अग्नेः अपि कार्यमस्ति. अतः यदा वक्ता इच्छा अस्ति ज्वलनकार्यमेव पचनकार्यम् अथवा अधिकरणं तत्र यदि सः चिन्तयति तदा अग्नेः अग्निः पचति इति वाक्यं भवति इति. तत्र आवन्तरक्रियाः सन्ति खलु, तेषां सर्वेषां क्रियाणां कर्ता एका अस्ति इति. तत्र यदि विवक्षा अस्ति, मम विवक्षा अस्ति, सा एव पचनक्रिया मम कृते अग्निः यद् ज्वालयति तदेव प्रधानक्रिया पचति पचनक्रियायां, तदा अहं वक्तुं शक्नोमि तत्र अग्निः पचति इति श्रुतवान् आसीत् तत्र. अतः किञ्चित् स्पष्टः भवति. अग्रे महोदय. सर्वे आगच्छन्ति खलु? आं महोदय, स्पष्टमस्ति इदानीम्. आं महोदय. तर्हि वक्तुः इच्छा मुख्या अस्ति, वक्तुः इच्छा इच्छति न, स्थाली पचति चेत् अस्तु, स्थाली मुख्यकर्त, वक्तुः इच्छति न, देवदत्तः अस्ति अतः देवदत्तमुख्य इति, वक्तुः इच्छा मुख्या अस्ति इति. अस्तु, अग्रे विजय महोदय पठतु. स्वतन्त्रतया इति कथनस्य आशयः प्रथमबिन्दुः कर्तृकारकः देवदत्तः पचनक्रियां अवलम्ब्य स्वतन्त्रतया तानि उपयुज्य पचनक्रियां जनयति इति एव. एतदेव अस्तु कुत्र कर्तुः अर्थः अग्रिमसूत्रस्य आधारः अग्रिमसूत्रस्य आधारः कर्तुः अर्थः अग्रिमसूत्रस्य आधारः अस्य सर्वस्य दर्शनेन एतत् वा एतदेव अग्रिमः अग्रिमः अर्थः अग्रिमसूत्रस्य आधारः तत्तु प्रयोजकहेतुः च तत्तु प्रयोजकहेतुः च प्रयोजको हेतुश्च कर्तुः प्रयोजको हेतुसंज्ञः कर्तुसंज्ञः च स्यात् सामान्यकर्तुः प्रेरकस्य कर्तृसंज्ञा अपि भवति हेतुसंज्ञा अपि भवति तस्य प्रयोजकः प्रवर्तयिता प्रयोजकः तत् प्रयोजकः षष्टितत्पुरुषः तत् प्रयोजकः प्रथमान्तं हेतुः प्रथमान्तं च अव्ययपदं त्रिपदमिदं सूत्रं स्वतन्त्रः कर्ता इत्यस्मात् कर्ता इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं तत् प्रयोजकः हेतुः च कर्ता अत्र तत् प्रयोजको हेतुः च अत्र कर्तुः सामान्यकर्तुः अत्र स्वीकुर्मः चेत् कर्तृसंज्ञा अपि भवति हेतुसंज्ञा अपि भवति अत्र कर्तुः प्रयोजकः इति ज्ञातव्यं कर्तुः प्रयोजकः इति अत्र अनुवृत्तिसहितसूत्रं तत् प्रयोजकः हेतुः च कर्ता सः एव प्रेरकस्य प्रेरकः कर्तृसंज्ञा भवति अनन्तरं हेतुसंज्ञा अपि भवति कर्ता अनन्तरं प्रयोज्यकर्ता कार्यं करोति प्रयोजककर्ता तं कार्यार्थं प्रेरयति अस्यां दशायां प्रयोज्यकर्तुः स्वतन्त्रता तिष्ठति किम् इति निन्यासायां वैयाकरणाः वदन्ति यत् आं तिष्ठति किं महोदय यत् आं तिष्ठति किमस्ति उत्तरम् उत्तरम् आम् आम् वदन्ति यत् आम् तिष्ठति तिष्ठति किं स्वतन्त्रतया तिष्ठति किम् अत्र अस्यां दशायां प्रयोज्यकर्तुः स्वतन्त्रता तिष्ठति किम् इति जिज्ञासायां वैयाकरणाः वदन्ति यत् आम् तिष्ठति स च प्रेरितः भवति न वा इति स्व इच्छया अस्ति कार्यं करोति न वा इति पुनः स्वेच्छया यः कर्तारं प्रेरयति तस्य कर्तृसंज्ञा हेतुसंज्ञा च स्थाय स्याताम् हेतुसंज्ञायाः महत्त्वं भवति अग्रिमे सूत्रे वदतु स्वतन्त्रकर्ता इति अस्ति 1454 तस्मात् अग्रिमसूत्रमस्ति तत् प्रयोजको हेतुश्च नाम तत् प्रयोगश्च हेतुश्च कर्ता कर्ता इति शब्दस्य अनुवृत्तिः भवति तर्हि यः करोति सः कर्ता स्वतन्त्र यः अस्ति सः कर्ता परन्तु कर्तारं यः क्रियां जनयितुं यः प्रेरयति प्रयोजकं प्रयोजकम् इत्युक्ते यः प्रेरयति तस्य कर्तृसंज्ञा अपि अस्ति हेतुसंज्ञा अपि अस्ति कर्तुः प्रयोजकः हेतुसंज्ञः कर्तृसंज्ञश्च स्यात् सामान्यकर्तुः प्रेरकस्य कर्तृसंज्ञा तु भवति हेतुसंज्ञा अपि भवति तर्हि प्रश्नः यथा गुरुः शिष्यं न न एतदर्थ यज्ञकार्यं करोतु पाठं पठतु इति सेवकः भारं वहति वाहयति इति तत्र स्वामी சேவகேன பாரம் வாஹயத் அவர் ஒரு பணமா அனுப்பல அனுப்பும் என்ன சொல்றீங்க அவர் அனுப்பலாம் நான் அப்ப வந்திருக்க செக் பண்ண நீங்க இருக்கலாமா செக் அனுப்ப வேண்டாம் சொல்றாரு அதனால அனுப்புவாரு பாரு வந்திருக்கா செக் பண்ண அனுப்புவாருன்னு அப்புறம் சரி மாதா புத்திரம் மாதா புத்திரேண லேகம் லேகயதி மாதா புத்திரேண லேகம் லேகயதி ஹலு அத்த புத்திர லிஹதி ஹலு வஸ்துத புத்திர ஸ்வதந்திரதா ஸ்வதந்திரகர்த்தா அஸ்தி தஸ்ய இச்சா அஸ்தி சேத் ச லிஹதி தஸ்ய இச்சா நாஸ்தி சேத் ச ந லிஹதி ஸ்வதந்திர அஸ்தி அத புத்திர இதி கர்த்தா அஸ்தி தத் புத்திரம் கஹ ப்ரேரயதி அத்வா கா ப்ரேரயதி மாதா तरी माता पुत्रं प्रेरयति यत् हे पुत्र लेखं लिखतु अतः पुत्र तु स्वतन्त्रकर्ता अस्ति एव माता अपि कर्ता अस्ति अतैव तृतीया अस्ति खलु तत्र हेतु अपि संज्ञा भवति तर्हि माता इति शब्दस्य हेतुसंज्ञा अपि अस्ति कर्तासंज्ञा अपि अस्ति हेतुसंज्ञायाः महत्त्वं किम् इति अस्य करपत्रस्य मुख्यविषयः हेतुमती अत्र निजस्ते तत्र कर्ता द्वयं भवति एकः प्रेरककर्ता प्रयोजककर्ता प्रयोज्यकर्ता इति अतः माता पुत्रेण लेखं लेखयति लेखयति इत्यस्मिन् पुत्रेण इति अस्ति माता इति प्रेरयति इत्यनेन उक्तमस्ति इति कृत्वा प्रथमाविभक्तिः भवति पुत्रे पुत्रस्य कर्ता अस्ति कर्तसंज्ञा अस्ति सः अनुक्तमस्ति इति कृत तृतीया इति वा खलु सत्यं महोदय उक्तम् अनुक्तं यथा भवता उक्तम् उक्तम् अनुक्तं यत्र अनुक्तमस्ति कर्ता नाम क्रियया यत् अनुक्तम् अस्ति तत्र तृतीया विभक्ति भवति अत्र लेखयति अस्य क्रियायाः साक्षात् उक्तसम्बन्धः मात्रा सह भवति खलु मात्रा सह तस्य मेलमस्ति मात्रा लेखयति माता लेखयति मातारौ लेखयतः इति अतः उक्तमस्ति अतः तत्र प्रथमविभक्तिः अस्ति परन्तु अनुक्तं कर्ता यः अस्ति पुत्रः अपि कर्ता अस्ति परन्तु अनुक्तमस्ति तत्र अनुक्तम् इत्युक्ते क्रियया तिङन्तपदेन अनुक्तं क्रियापदेन अनुक्तं तादृशकर्ता मध्ये सर्वदा तृतीयविभक्तिः भवति अपि च पश्यतु कर्मणि लकारे खलु मात्रा भोजनं एतदेव लिख्यते लेख्यते इति भवति इदानीं लेखं लेख्यते किं वदामि मात्रा पुत्रः लेखं लेख्यते इति भवति अथवा सम्यक् करोतु मात्रा लेखं लिखितं खलु निच् मध्ये न गच्छतु मात्रा लेखं लिखितम् अत्र कर्मणि अस्ति कर्मणि वाच्ये क्रियापदस्य कर्मपदेन सह सम्बन्धः भवति उक्तसम्बन्धः लेखः लिखितः लेखः खलु लेखः इति अस्तु लेखः लिखितः तर्हि अत्र लेख इति शब्देन सह कर्मशब्देन सह तस्य सम्बन्धः भवति उक्त अतः कर्मशब्दः प्रथमविभक्तिः अस्ति लेखः कर्म अस्ति लेखः अनुक्तम् अस्ति कर्ता अतः तत्र तृतीयविभक्तिः भवति मात्रा इति परन्तु माता लेखं लिखति अत्र कर्मपदेन सह सम्बन्धः नास्ति उक्तसम्बन्धः माता सह अस्ति अतः तत्र प्रथमविभक्तिः अस्ति माता कर्ममध्ये तु अनुक्तमस्ति अतः द्वितीयविभक्ति इति अस्तु तत्तु अस्ति अत्र विषयः नास्ति विषयः अस्ति यत् प्रयोजककर्ता प्रयोज्यकर्ता प्रयोजककर्ता अस्ति यः प्रेरयति माता प्रयोज्यकर्ता अस्ति यः कार्यं यः प्रेरयित्वा कार्यं करोति कः अस्ति पुत्र अथवा किमपि देवदत्त अस्तु तर्हि इदानीं हेतुसंज्ञा अस्ति तस्य महत्त्वं किम् अग्रे पठामः पठतु महोदय अस्तु अग्रे हेतुमचीत्य तद् अस्तु एकनिमिषं महोदय, कुत्र इदानीम् अग्रिमे प्रयोजककर्ता कार्यं करोति ततः खलु चुरादिगणे चुरादिगणे निष्प्रत्यय विधीयते भिन्नसूत्रेण, ण्यन्तप्रकरणे निष्पत्यय विधीयते पुनः पृथक्तया भिन्नसूत्रेण, अस्तु चुरादिगणे अस्तु स्वार्थे भवति अस्तु. हेतुमती च प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोः णिच् स्यात्, णिच् विधायकसूत्रम्. क्रियार्थं यः प्रयोज्यं प्रेरयति सः प्रयोजकः क्रियायाः हेतुः, आधारतया अस्य अस्ति इति हेतुमान् मतुप्रत्ययः. प्रयोजकनिष्ठः प्रेषणादिव्यापारहेतुमान् तस्मिन् हेतुमति. व्यापार इति प्रेषणादिक्रिया, स च व्यापारहेतुमान्. स्वनिष्ठ आधारतानिरूपित आधेयतासम्बन्धः सम्बन्धेन हेतुः यत्र अस्ति स हेतुमान् व्यापारः. तस्मिन् वाच्ये णिच् इति आहुः इति तत्र बोधिनी. अस्यांशितौ यत्र हेतुमती व्यापारे प्रयोजकहेतु अस्ति तत्र धातोः णिच् प्रत्ययः विधीयते. हेतुमती सप्तमन्तं चाव्यपदं द्विपदविदं सूत्रं सत्यापपाशरूपवीणातूलश्लोकसेना लोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् इत्यस्मात् णिच् इत्यस्य अनुवृत्तिः प्रत्ययः परश्च इत्यनयोः अधिकारः. धातोः एका च हलादेः क्रियासमव्यवहारे यङ् इत्यस्मात् धातोः इत्यस्य अधिकारः. वचनपरिणामेन पञ्चमीविभक्तौ धातुभ्यः इति पञ्चमीविभक्तातुभ्यः अनुवर्तसहितसूत्रमस्ति. हेतुमती च धातुभ्यः णिच् प्रत्ययः परश्च इति. तत्र प्रयोजकव्यापारे प्रेषणादौ वाच्ये तत्र धातोः णिच् भवति इति णिच् विधायकसूत्रमस्ति. तत्र क्रियार्थं यः प्रयोज्यं प्रेरयति सः प्रयोजकः क्रियायाः हेतुः अस्ति. तत्र हेतुमति तस्मिन् इति हेतुमती च तत्र किम् अस्ति, हेतुमती च णिच् प्रत्ययः, णिच् प्रत्ययः विधायकसूत्रमस्ति. हेतुमती च यत्र तत्र प्रयोजकव्यापारः अस्ति तत्र धातोः तत्र णिच् प्रत्ययः भवति इति एतत् हेतुमती च इति सूत्रं वर्तते. णिच् विधायकसूत्रम् एकमस्ति. अन्यदपि वयं दृष्टवन्तः तत्र तत्र चुरादिगणे सत्यापपाश चुरादिभ्यणिच् इति तत्र स्वार्थे एव साक्षात् उक्तमस्ति. ततः अनुवर्तिस इति सूत्रमस्ति, अग्रिमसूत्रमस्ति. अतः तत्र हेतुमती च इति अनेन तत्र प्रेरणार्थे णिच् इति अस्ति. सम्यक् वा महोदय? तत्र बहुकिमपि अस्ति, तत्र व्यापारः स्वनिष्ठ आधारता निरूपित आधेयतसम्बन्धेन हेतुः. सत्यापपाश इति सूत्रेण चुरादिभ्यः णिङ् इति सूत्रेण चुरादिगणे स्वार्थे णिच् प्रत्ययः भवति. अस्तु, परन्तु अत्र किमस्ति, हेतुमति च. हेतु इति अस्माभिः दृष्टं. किं हेतु इत्युक्ते किं? हेतुसंज्ञा इत्युक्ते प्रयोजककर्ता यत् अस्ति तस्य हेतुसंज्ञा भवति. हेतुमान् इत्युक्ते किं? यत्र हेतु अस्ति तत् हेतुमान्. यथा यस्मिन् रूपम् अस्ति तत् रूपवान्, यस्मिन् हेतु अस्ति तत् हेतुमान्. तर्हि यत्र हेतु अस्ति नाम यत्र प्रयोजककर्ता अस्ति, यः प्रेरयति, कार्यं कर्तुं प्रेरयति, तादृशस्थितिमध्ये धातुभ्यः णिच् प्रत्ययः भवति. तर्हि चुरादिभ्यः णिच् इति सूत्रेण चुरादिगणे धातवः ये सन्ति तेभ्यः णिच् प्रत्ययः भवति, परन्तु स्वार्थे. तत्र किमपि प्रेरक अर्थ इति नास्ति, धातोः यः अर्थः तादृश अर्थे एव णिच् प्रत्ययः. परन्तु अन्यथा कुत्रापि कस्मिन्नपि धातौ कस्मिदपि धातुभ्यः वदामि, कस्मिन्नपि धातोः णिच् प्रत्ययः भवति कदा यदि वाक्ये प्रेरणा अर्थम् अस्ति. इत्युक्ते किं? वाक्ये हेतु अस्ति. हेतु इत्युक्ते प्रयोजककर्ता अस्ति. वाक्ये प्रयोजककर्ता अस्ति, यः प्रेरयति अथवा या प्रेरयति अथवा यत् प्रेरयति, तादृशस्थित्यां धातोः णिच् प्रत्ययः भवति. तद् णिच् प्रत्ययः अस्ति प्रेरणार्थे, यतोहि हेतु अस्ति खलु, प्रेरणा अस्ति. अतः पाठस्य नाम अस्ति प्रेरणार्थे णिच्. न तु स्वार्थे निच् इति सर्वे अवगच्छन्ति वा इति पर्यन्तम् आं महोदय अस्तु अग्रे अहं पठामि वा अत्र पठतु अत्र प्रेषणादौ इत्युक्तम् विभिन्नरीत्या कार्यार्थं प्रवर्तना नाम प्रेरणा भवति विभिन्नरीत्या कार्यार्थं प्रवर्तना नाम प्रेरणा भवति अस्य प्रकटीकरणार्थं प्रेषणादौ इति व्यवहृतं सिद्धान्तकौमुद्यां प्रेषणादौ इति बालमनोरमा इति सिद्धान्तकौमुदी टीकाग्रन्थे दीयते प्रेषणादि प्रेषणात् प्रेषणाद् प्रेषणाद्वित्यादि शब्देन प्रेषणादौ अस्तु प्रेषणादौ प्रेषणादौ इत्यादि इत्यादि शब्देन अध्येषण अनुमति उपदेशादीनां ग्रहणं तत्र वृत्त्यादेः निकृष्टस्य प्रवर्तना प्रेरणम् आज्ञे आज्ञा इत्यर्थः समान समानस्य किं समा समानस्य आधिक्यस्य समानस्य अधिकस्य च सख्याचार्यदेः प्रवर्तना अध्येषणम् अस्तु तत्र आज्ञा अध्येषण अध्येषणस्य समानस्य अधिकस्य च सख्या आचार्यदेः प्रवर्तना अध्येषण अनुमतिः राजादेः सम्मतिः ज्वरितस्य कषायपाने हितावबोधनेन प्रवर्तना उपदेशः हननात् भीत्या पलायनम् अस्य निरोध आचरणमपि प्रयोजकव्यापारः अतः तत्र प्रेषणादि इत्यस्य भिन्नभिन्नार्थाः सन्ति अतः तद् सर्वत्र एषु सर्वेषु अर्थेषु तत्र णिच् प्रत्ययः भवति इति अतः प्रेषणादौ इति अस्ति इति अस्ति तर्हि अत्र प्रेषण इति लिखितमस्ति खलु तत्र प्रेषण इत्युक्ते किं भवितुं शक्नोति प्रेषणम् अध्येषणं सम्मति उपदेश अनुग्रह इति सर्वं भवितुं शक्नोति तर्हि अत्र अग्रे लिखितमस्ति महोदय पठतु क्रमेण क्षम्यतां महोदय क्रमेण प्रेषणादौ इत्यादिशब्देन अध्येषण अनुमति उपदेशादीनां ग्रहणम् अनेन विभिन्नरीत्या कार्यार्थं प्रवर्तना प्रेरणा भवति इति उक्तं तत्र वृत्त्यादेः निकृष्टस्य प्रवर्तना प्रेषणम् आज्ञा इत्यर्थः स्वामी कर्मचारिणा कार्यं कारयति समानस्य अधिकस्य च सकाचार्यादेः प्रवर्तना अध्येषण इति सज्जनः प्रार्थनां कृत्वा मित्रेण कार्यं कारयति तदस्ति तत्र अध्येषण इति भवति अनुमतिः राजादेः सम्मतिः राजा अनुमतिं दत्त्वा कृषकैः तद्वर्षस्य कृषिकार्यं प्रारम्भयति इति तत्र सम्मतिः ज्वरितस्य कषायपाने हितौ अवबोधनेन प्रवर्तना उपदेशः तत्रापि तदपि तत्र प्रेषण आदौ भवति वैद्यः रोगिणं तिक्तम् औषधं पाययति इति तत्र उपदेशः हननात् भीत्या पलायनम् अस्य निरोधाचरणमपि प्रयोजकव्यापारः अनुग्रहः इति तत्रापि अस्तु तत्र पलायनस्य पलायन निरोधाचरणमपि प्रयोजकव्यापारः अनुग्रहः दुर्जन हन्त्रा भीतग्रस्तं पलायमानं गृहीत्वा मारयति दुर्जनस्य हन्तारं प्रति अनुग्रहः दुर्जनः हन्त्रा भीतग्रस्तं पलायमानं गृहीत्वा मारयति तदपि अनुग्रहः दुर्जनस्य हन्तारं प्रति अनुग्रहः किमर्थं महोदय तत्र तादृश सर्वे गन्तव्यमस्ति तत्र झटिति सः तं गमयति स्वर्गं दुर्जनः अत्र स्टैल् अस्ति तादृश तत्र लेखनस्य प्रायः अहं चिन्तयामि पूर्ववाक् वैयाकरणानां स्टैल् अस्ति इति मन्ये अस्तु परन्तु अत्र तत्र प्रेषणस्य अत्र किम् अस्ति महत्त्वम् इति लिखितम् अस्माकं कृते तु पुख्यपत्र अस्ति प्रेरणा तत् प्रेरणा इति अर्थं ग्रहणीयं तर्हि यत्र प्रेरणा अस्ति वाक्ये प्रेरणार्थकप्रयोजककर्ता अस्ति वाक्ये हेतुमान् अस्ति चेत् तत्र भवति किं धातुभ्यः निच् प्रत्ययः इति अस्ति. धातुभ्यः निच् प्रत्ययः अस्ति चेत् धातुयोगः निच् प्रत्ययः पुनः धातुः एव वदति भवति. धातुयोगः निच् प्रत्ययः पुनः धातुः एव भवति केन सूत्रेण? सनाद्यन्ताः धातवः. सनाद्यन्तः इति द्वादशप्रत्ययाः सन्ति, तस्मिन्नेव अस्ति निच् प्रत्ययः. अतः सनाद्यन्तः धातवः, धातुभ्यः यदा सनादिप्रत्ययः आगच्छति पुनः तस्य धातु एव संज्ञा भवति. तर्हि भुवादयः धातवः इति मुख्यधातवः सन्ति 2000. सनादिन्दाः धातवः सन्ति यत्र धातुयोगेन धातुयोगः सनादिप्रत्ययात् यः रूपं भवति तदपि धातु. तत्र अतः निजन्तरूपमपि धातुः अस्ति, यङ्गन्तरूपं धातुः अस्ति, यङ्लुगन्तरूपं धातुः अस्ति. अत्र 12 सन्ति. सन् क्यच् काम्यच् क्यश् क्यङ् क्विप् निङ् इयङ् निच् यक् आय यङ् इति यक् अपि अस्ति. अतः कर्मणि प्रयोगे यक् योजनानन्तरम् अपि धातु एव भवति इति. अस्तु, तर्हि इदानीं सर्वे अवगच्छन्ति वा किमस्ति अत्र? आं महोदय, तत्र प्रेषणादि इति तत्र पठनीयमस्ति किञ्चित् तत्र इतोपि. अग्रिमवर्गे. अस्तु, धन्यवादः महोदय. शुभदिनं महोदय, शुभरात्रिः. धन्यवादः, नमस्कारः. धन्यवादः. धन्यवादः.